नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र अनुनासिकान्तम् अङ्गम् इति पाठः प्रवर्तमानः अस्ति। तत्र गतसप्ताहे अभ्यासान् अपि कृतवन्तः। तत्र चत्वारि सूत्राणि, अनुनासिकान्तम् अङ्गं चेत् कित् नित् प्रत्यये परे चत्वारि सूत्राणि प्रवर्तनीयानि। तत्र सामान्यसूत्रमस्ति अनुनासिकस्य क्विजलोः ङिति इति। तत्र अनुनासिकान्तम् अङ्गमस्ति चेत् उपधायाः दीर्घादेशः भवति क्वि जलादि कित्तिङ्गित् प्रत्यये परे इति सामान्यसूत्रम्। अनन्तरं विशिष्टसूत्रमस्ति अनुदात्त उपदेश अनति तनोत्यादीनाम् अनुनासिकलोपो जलीङिति इति। तत्र विशिष्टसूत्रं परिगणितधातूनां कृते वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्त थनादिधातोः तत्र जलादि कित् ङित् प्रत्यये परे अनुनासिकस्य लोपः भवति। पञ्चदशधातवः सन्ति। अनन्तरं जन सन खन खनां सञ्जलोः इति जन् सन् खन् धातूनां कृते तत्र नकारस्य स्थाने आकारादेशः भवति जलादि कित् ङित् प्रत्यये परे। तत्र धातुत्रयम् अस्ति। अनन्तरं घमहनझनखनघसां लोपः नित्यनङ्गी इति अजादिकित्तिङित् प्रत्यये परे तत्र गम् हन् झन् खन् घस् इति येषां धातूनाम् उपादायाः लोपः भवति, परन्तु अजादिकित्तिङित् प्रत्यये परे। अन्ये तु जलादिकित्तिङित् प्रत्यये परे एकः एव एकं सूत्रं अजादिकित्तिङित् प्रत्यये परे अस्तु इत्येव। अत्र तनोति ध्याने तनोति तनोत्यादीनाम् इति अस्ति खलु। अत्र तनोति इति स्थिपनिर्दिष्टमस्ति, तर्हि अन्ये अपि स्थिपनिर्दिष्टमस्ति इति स्वीकर्तव्यं वा? प्रायः अनौनासिकान्ततनादिधातोः इति आं किल महोदय। तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः यङ्लुकि न भवति वा? तनोति ध्यानं तनोति गणेन निर्दिष्टम् इति कृत्वा किल गणेन निर्दिष्टं न तु स्थिपनिर्दिष्टम् इति वा? तनादि इति ओ अस्तु अस्तु अस्तु अस्तु आं क्षम्यताम्। अहं स्थिपा इति स्थिपा एकमेव अस्ति इति अन्येषां गणेन निर्दिष्टम् इति कृत्वा तत्र न भवति इति कृत्वा न भवति अस्तु। अतः अत्र धातुत्रयं गतसप्ताहे दृष्टवन्तः किल, अवशिष्टः चतुष्टयं प्रायः। झन् इति धातुः पश्यामः, झञ्झन् इति अङ्लुकी रूपं, वयं तु जङ्गं दृष्टवन्तः, चेक्षीन् दृष्टवन्तः, चङ्कन् इति अपि गतसप्ताहे कृतवन्तः। अत्र तु चतुर्थः झन् इति धातुः झञ्झन् इति यङ्लुकी रूपं, तत्तु गणेन न निर्दिष्टं किल कुत्रापि जनसनकनां न अस्तु गणेन न गणेन वा क्षम्यतां स्थिपा न निर्दिष्टम्। अतः यङ्लुकी तु अस्य सूत्रस्य प्रदृष्टि प्रसक्तिः भवति। महोदय भवान् एव लटी करोति वा? झन् झञ्झन् इति अस्ति, झञ्झन् एकवारं तत्र झञ्झन् युगति झञ्झन् युगति इति अस्ति। तत्र अनुस्वारस्य अनुनासिकस्य अनुस्वारः भवति, अनुस्वारस्य किमस्ति नश्चपदञ्जलि इत्यनेन अनुस्वारः, अनुस्वारस्य परसवर्णः भवति केन सूत्रेण एकवारम् तावदेव झञ्झन्ति इति भवति, झञ्झन्ति इति झञ्झन्ति इति रूपं झञ्झन् झञ्झनियोग इति तत्र किमपि कार्यं नास्ति झञ्झनीति इति इदानीं झञ्झन् योगात् तः इति अस्ति झञ्झन् योगात् तः इति अस्ति अत्र झन् इति नकारान्तदातु अतः जनसनकनाम् एकवारम् अस्तु तिप् सञ्जलोः इत्यनेन झलि तत्र आत्वं विधीयते आत्वं जनसनकनां सञ्जल इति आत्वं विधीयते अतः जन् झञ्झा एकवारं नकार अस्तु नकारस्य हन् अनुदात्तोपदेश अस्तु अनुदात्तोपदेशानुस्मति नाम झलि किति अस्तु तत्र एकवारं सन् 64 अस्तु 64 36 इति अस्ति तस्य प्रसक्तिः अस्ति खलु नकारस्य लोपः भवति एकवारं झञ्झन् योगतः विशेषसूत्रमस्ति किल महोदय तत्र अनुदात्तोपदेशवर्णचितनौति इति नाम झलिखिति जनसनकनामिति तत् ओ तत्र अस्तु अस्तु क्षम्यतां तत्र जनसनकन एव भवति अस्तु तत्र एव सन् अतः तत्र आत्वं विधीयते झञ्झन् झञ्झन् झञ्झान् झञ्झान्त झञ्झान्त इदानीं तत्र नकारस्य स्थाने एव आत्वम् आदेशः क्षम्यतां नकारस्य नकारस्थाने आत्वमेव अस्तु झञ्झा झञ्झा झञ्झातः झञ्झातः एव झञ्झातः इति अस्ति इदानीं झञ्झन् झञ्झन् योग अति झञ्झन् योग अति अस्ति तत्र गमहन हन जन अस्तु तत्र इदानीम् अति इति अजादि नित् नित्प्रत्यय अस्ति इति कृत्वा गमहनजनशन गसां लोपः भवति किति अनङ्गि इत्यनेन अतः लोपः भवति उपादायः एकवारम् उपादायः लोपः भवति जङ्घन् इति अत्र जङ्घ्न इति भवति इदानीं तत्र हकार अस्ति इदानीम् एकवारं तत्र होन् हन्तेः हो अस्तु हन्तेः इति स्थिपा निर्दिष्टमस्ति किं सूत्रं महोदय एकं सूत्रमस्ति भगिनि तत्र खकार कुत्वं भवति खलु किमस्ति तत्र निर्निषु इति हो हन्ते हो हन्ते तत् तस्य तु प्रसक्तिः एव नास्ति धातोः विषये एव क्षम्यताम् एतत्तु झन् इति दातु एकवारं झन् अतः एकवारं तत्र तर्हि तत्र झञ्झना झञ्झ्नति वा समीचीनमेव तत्र एकमेव सन्धिकार्यम् अवशिष्टम् जकारः अस्ति झञ्झ एकवारं झञ्झ ज इति अस्ति अस्तु अस्तु जकार अस्ति इदानीं नकार अस्ति हा जकार अस्ति नकार अस्ति अतः किं भवति एकवारं तत्र स्तुत्वं भवति वा अवश्यं भवत्येव झञ् जकार इदानीं नकारस्य किं भवति तत्र ञकार भवति वा पुनः पञ्चमवर्णः सत्यं झञ् किल अस्तु तर्हि अनन्तरं एक झञ्झ् झञ्झ् जन्य जन्यति वा जन्यति उच्चारणं तु सम्यक् नास्ति परन्तु तादृशं किमपि जकारः ञकारः ज्ञानन्य तज्ञति जन्यति नास्ति किमपि तादृश तदेव खलु किमपि नास्ति आम् केवलं तदेव स्तोष्ट्यु नाश्चुः इति अस्य एव कार्यम् इदानीं तत्र झञ्झन् झञ्झन् योग सि इति अस्ति झञ्झन् योग सि झञ्झन् योग सि इति इदानीं तत्र झञ्झंसि इति झञ्झंसि इति भवति किमस्ति अनश्चपदान्तस्य दलितनेन अनुस्वरं स्वर्थे परस्वर्णित्वेन तत्र परस्वर्णः न भवति अतः झञ्झंसि इति एव अग्रे झञ्झन् योग ईशि झञ्झनीषि इति भवति झञ्झनीषि अत्र किमपि नास्ति झञ्झन् योग थः अस्ति अस्ति अत्र जनस् किमस्ति जनसनखनां सञ्जलो इत्यनेन तत्र आस्वं विधीयते नकारस्य स्थाने अतः झञ्झा किमस्ति एकवारं झञ्झातः इति भवति झञ्झात् आत्वं झञ्झातः अग्रे अपि जनसनकनां सञ्जलो इत्यनेन तत्र झञ्झाथ इति भवति झञ्झन् योग झञ्झन् योग मि इति अस्ति अत्र झञ्झन् योग मि इदानीं झञ्झन् योग मि इति नकार मकार अस्ति झञ्झन् तत्र नकारस्य झञ्झन् मि एव भवति अन्ते अन्ततः गत्वा झञ्झन् मि इति अनुस्वर अनुस्वरस्य परसवर्ण इत्यनेन तत्र झञ्झन्मि एव झञ्झनीमि इति इदानीं झञ्झन् योग झञ्झन् योग वः इति अस्ति तत्र किमपि कार्यं नास्ति झञ्झन् वः झञ्झन्मः इति तावदेव महोदय एकस्मिन् स्थले एव तत्र स्तोष्ट्यु नाश्चुः इति धन्यवादः विजया भगिनी लोटि वदति वा वदामि भगिनि नमस्कारः भगिनि प्रथमं नमस्ते जङ्गन् इति रूपमस्ति जङ्गन् इति रूपमस्ति तत्र लोटि मध्ये तु ईत् ईतु तात् ताम् अतु हि तात् सन्त आनीयाव आम इति अस्ति अत्र जङ्गन् योगः जङ्गन् योगः तु अस्ति चेत् तत्र झञ्झन् एव वदति किल कार्यं नास्ति अतः तत्र जङ्गन्तु इति एव अस्ति झञ्झन् झन् इति धातुः भगिनि झन् इति झञ्झन् इति भवति झञ्झन् योगः तु झञ्झन्तु झञ्झन्तु इति अस्ति अनन्तरं झञ्झन् झञ्झनीतु इति अस्ति अत्रापि एतत् अपित् पित् अस्ति अजादिपित् अस्ति अत्रापि किमपि कार्यं नास्ति वर्णमेलनमेव अत्र झञ्झनीतु इति भवति अनन्तरं हलादि अपित् अस्ति अत्र ताम् इति अत्रापि किमपि कार्यं नास्ति झञ्झन् ताम् इति अस्ति झञ्झन् ताम् इति अस्ति तत्र नकारस्य का गतिः अनुनासिक प्रथमं नश्यपदान्तस्य जलि इति सूत्रेण अनुस्वारः तत्र अस्माकं विशिष्टसूत्रमस्ति किल भगिनि जनसनखनां सञ्जलोः नकारस्य स्थाने आकार एकनिमिषं जनस आं भगिनि, जनसन आम् आम् जनसनकनां संजलोः इति सूत्रेण अजादि कित्नित् भवति तत्र नकारस्य स्थाने आकारः आत्वं भूत्वा जञ्जनाताम् इति भवति नकारस्य स्थाने आत्वम् आदेशः जञ्जाताम् इति भवति समीचीनं जञ्जाताम् इति भवति. अनन्तरं तत्र वर्णमेलनमेव खलु जञ्जनुः इति तत्र अतु इति भवति किल लोट् लकारे उहु जञ्जनुः अतु एव किल भगिनि प्रत्ययः लङ्लकारे एव उः लोट् लकारे अतु जञ्जनतु इति भवति तत्रापि नकारस्य का गतिः सूत्रमस्ति किल विशेषसूत्रं तत्रापि जनसनकणां सञ्जलोः इति सूत्रेण नकारस्य आत्वं भवति जनसनकणां सूत्रं भवत्याः पार्श्वे अस्ति वा पठति वा पठतु एकवारं जनसनकणां सञ्जलोः इति सूत्रेण नकारस्य आत्वं भवति कदा भवति निमित्तं किम् अजादि सूत्रमस्ति किल न न सूत्रं करपत्रे अस्ति किल तत्र प्रथममेव अस्ति चतुष्टयं सूत्रचतुष्टयमपि आदौ एव करपत्रस्य आदौ अस्ति तत्र पठतु जनसनकणां सञ्जलोः किं वदति इति जनसनकणां सञ्जलोः जन्सन् कण् येषां धातूनां नकारस्य स्थाने आकार आदेशः भवति जलादि सन् प्रत्यये ओ एतत् सन्नन् पूर्णतया पठतु भगिनि जलादि सन् प्रत्यये परे जलादि कित्नित् प्रत्यये परे च त्रयः धातवः इदानीमेव भवत्या उक्तम् एतत् विषये इदानीम् अतु इति कीदृशप्रत्ययः अतु इति अजादि अपित् अस्ति अजादि अतः जनसनकनाम् इत्यस्य प्रसक्तिः भवति वा नास्ति अत्र अतः चतुर्थसूत्रं पठतु गमः न जनकनकसां लोपः पठतु गमः न जनकनकसां लोपः नित्यनिङ्गि अजादि कित्नित् प्रत्यये परे गमः गम् हण् जन् खण् गस् येषां धातूनाम् उपादायाः लोपः अस्तु आं भगिनि उपादायाः अतः करोतु उपादायाः लोपः भवति चेत् तत्र जञ्जन् तत्र उपादायाः लोपः भवति चेत् तत्र जञ्च जञ्जुः जञ्ज्न जञ्ज्नतु उपादायां कः वर्णः जञ्ज्नतु इदानीं सन्धि नकारोत्तरवर्ती अकारः लोपः भवति अतः जकार उत्तरवर्ति अकारः भगिनि उपादायां कः उपादायां नकारः नास्ति किल अन्तिमवर्णः एव नकारः इदानीं जञ्जनतु इदानीं सन्धिकरोतु ञकारः जकारः नकारः अस्ति जकार नकारयोः कः सन्धिः महोदयेन इदानीमेव कृतम् स्तोः चुनासुः इति सूत्रेण तत्र चकारः भूत्वा कस्य स्थाने कः भवति जकारस्थाने चकारः चञ्जनतु भवति वा भगिनि तादृशं दोषः अस्ति वा भगिनि? आम् आम् तोष्टुनाश्चुः का वदति स्टुनाश्चुः किल नकारस्य स्थाने ञकारः पञ्चम चकारस्य पञ्चमवर्णः भवति किल जकारः अस्ति नकारः जकारः नकारः जकारः तालव्यः नकारः दन्त्यः इदानीं नकारस्य स्थाने चवर्गः श्चुना श्चुः किल चवर्गस्य पञ्चमवर्णः कः? जकार नकारयोः किं भवति संयुक्ताक्षरम्? किमपि तादृशं नासिकया उच्चारणम् अग्रिमं भगिनि अधः द्वितीय मध्यमपुरुषे एकवचनं ति तात् इति अस्ति अत्र अत्र हन्ते जः इति नास्ति तत्र एतत् न कार्यं करोति तत्र वर्णमेलनमेव जङ्गञ्चि इति कीदृशप्रत्ययः पुनः कीदृशप्रत्ययः अजादि जलादि जलादि अकारः जलादि किल हि एव अस्ति खलु भगिनि अत्र सत्यं हकार इकार हि इति ह इति पठनमस्ति हि तत्र जनसनकनां सञ्जलो नकारस्य स्थाने आकारादेश आत्वं भवति किल मया न लिखितं कुत्र लिखितम् इति तद् न आवश्यकं भगिनि इदानीमेव वदतु जञ्जन् योगः हि जञ्जन् योगः हि तत्र वर्णमेलनमिति मया लिखितं जन् जङ्ग जञ्जन् हि इति जञ्जन् हि साधु वा भवती एव इदानीं सूत्रं पठितवती किल आम् पाणिनेः सूत्रं विरल तत् तस्य कार्यं भवति एव किल व्यर्थः किमर्थं तत्र नकारस्य स्थाने नकारस्य आत्वं जलादि कित्तिङित् प्रत्ययः जलादि कित्तिङित् प्रत्यये परे जनसनकनां सञ्जलोः इति सूत्रेण नकारस्य दीर्घं भवति नकारस्य आत्वं भवति अतः जञ्जान्हि नकारः नास्ति आत्वं किल जञ्जाहि अग्रे जञ्जाहि अग्रे तात् जञ्जान्तात् किमर्थं नकारः तदपि कित्तिङित् प्रत्ययः एव किल जलादि कित्तिङित् तत्रापि नकारस्य आत्वं भवति खलु भगिनि जञ्जातात् इति भवति अग्रे अनन्तरं तम् एव जञ्जातं जञ्जात आनि आवाम तत्र एतत् सर्वं पित् अस्ति अजादि पित् अस्ति अत्र किमपि कार्यं नास्ति जञ्जामि जञ्जाव जञ्जाम इति अस्ति तावदेव जञ्जनानि पुनः वदतु जञ्जनानि तत्र अपि तत्र एतत् नकारस्य स्थाने आत्वं भूत्वा जञ्जना इदानीमेव भवती एव पित्वम् इति उक्तवती किल तत्र किमपि कार्यं नास्ति जञ्जानि तावदेव जञ्जनानि जञ्जनाव जञ्जनानि जञ्जनाव जञ्जनाम इति अस्ति तावदेव अस्तु श्रीवल्ली भगिनी लङ्गि वदति वा आं भगिनि लुङ् लङ् अडुदात्तः आयोगः जञ्जन् अजञ्जन् आय तकारः अजञ्जन् योगः तकारः हन्याभ्योदीर्घात् श्रुतिसे अपृक्तमल्लोपः तकारस्य लोपः भवति अजञ्जन् इति रूपं भवति तृतीयरूपम् ईत् जञ्जन् ईत् इति रूपं भवति अजञ्जन् ईत् अजञ्जन् योगः तम् इति जनसनखनां सञ्जलोः नकारस्य स्थाने आकारदेशः भवति इति अजञ्जाताम् इति रूपं भवति अनन्तरम् अजञ्जन् योगः उः उः इति अजादि चित् प्रत्ययः इति गमहनजनकनगसां लोपः उपधायाः लोपः भवति इति अजङ्नुः इत्र स्तोश्चुनाश्चुः नकारस्य स्थाने पञ्चमवर्णः अस्ति अनन्तरं जकारनकारयोः संयुक्ताक्षरम् अजङ्नुः इति रूपं भवति अनन्तरं अजङ्ग योगः सकारः हन्याभ्यादीर्घासुतिसे अपृतमल्लोपः सकारस्य लोपः भवति रूपं भवति अजञ्जन् द्वितीयरूपम् इति ईः अजञ्जन् ईः अनन्तरं तं ता नकारस्य स्थाने आकारादेशः भवति अजञ्जातम् अजञ्जात अनन्तरं उत्तमपुरुषे अम् अम् इति अजादि पितेः अस्ति कोऽपि कार्यं नास्ति अजञ्जनम् अनन्तरम् अजञ्जन् योगः वकारः अत्र अपित् अस्ति परन् अजञ्ज्वा अजञ्ज्वा इति रूपाणि भवति भगिनि उपधायाः लोपः भवति सत्यम् समीचीनम् अस्तु अरुणा भगिनी अस्ति वा आगतवती वा मम इण्टर्नेट् तु भग्नः जातः नास्ति नास्ति वा अस्तु महोदय भवानेव विधिलिङ्गि वदतु महोदय अग्रिमदातु प्रति गच्छामः अस्तु विधिलिङ्ग अत्र किमपि कार्यं नास्ति यकार अस्ति जलाधि अपि नास्ति अतः जञ्जन् जञ्जन्यात् जञ्जन्यातां जञ्जन्युः इति जञ्जन्याः जञ्जन्यातां जञ्जन्यात जञ्जन्याम जञ्जन्याव जञ्जन्याम इति रूपं समीचीनं महोदय खलु इदानीम् अग्रिम किमपि नास्ति अग्रिममपि करोतु महोदय हन् इति धातुः धातुः हन् धातुः एकवारं जङ्घन् जङ्घन् एकनिमिषम् जङ्घन् जङ्घन् योग कुत्र अस्ति अस्तु एकवारं जङ्घन् योग ति अत्र इदानीं नास्ति जङ्घन्ति इति रूपं सन्धि भूत्वा तत्र अनुस्वरस्य अनुस्वारानुस्वरस्य जङ्घन्ति इति जङ्घनीति जङ्घनीति इति भवति इदानीं जङ्घन् योग जङ्घन् खलु अस्तु जङ्घन् जङ्घनयोगतः अत्र जङ्घन जनसनखनाम् इति इत्यनेन तत्र जङ् अस्तु तत्र तदेव खलु अस्तु तत्र अत्र आत्मं विधीयते जनसनखनाम् इत्यत्र तु हन् इति नास्ति क्षम्यतां क्षम्यतां भगिनि तत्र हन् हन् धातु अस्ति हन् धातु अस्ति अतः जनसन इदानीं तत्र गमहनसनकं तदपि न भवति इदानीं तत्र एकनिमिषं भगिनि तत्र अस्तु. इदानीं तः इति अस्ति जन् जङ्गन् हन् अस्ति क्षम्यतां जङ्गन् योग तः हन् धातोः इदानीं तत्र अनुनासिकस्य क्विज्जलोः इत्यनेनैव किमपि कार्यम् एकवारं तदेव कार्यमस्ति. तर्हि किं भवति अनुनासिक ईत्वं भवति सारि दीर्घः भवति उपधा दीर्घः भवति किमस्ति अत्र एकवारं जङ्घन् उपदेश अनतितनोति क्षम्यतां भगिनि तत्र हन् धातु अस्ति किल तत्र आमाम् अनुदात्त उपदेश अनतनोति अनुदात्तदातु अस्ति अतः तत्र तत् प्रत्य किम् अस्ति प्रकृतिग्रहणे आमां हन् धातु अनुनासिकान्तदातु अस्ति अतः अनुनासिकदातवः के के सन्ति यं यम् अस्ति यं रं हं यं गं पञ्चदश किल तत्र हन् अपि अस्ति तत्र अस्ति तत्र लोपः भवति खलु आम् हन् धातुः अस्ति अनुनासिकान्त अनुदात्त उपदेशदातवः हन् हन् धातु अस्ति अतः एकवारं जङ्घन् जङ्घन् इत्यस्य इदानीं तत्र नकारस्य लोपः भवति भगिनि एकाच् ग्रहणे न इति परिभाषायाम् अस्ति एकाच् इति घटितपदम् अस्ति इति सूत्र एकाच उपदेश अनुदा ओ अस्तु अस्तु अस्तु किं किं वदति एकाच उपदेश अस्ति चेदेव खलु तत्र एकाच इति घटितपदं सूत्रं नास्ति खलु न न भगिनि अत्र शप् प्रत्ययं निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच ग्रहणे च इमानि पञ्चविधसूत्राणि अङ्ग्लुकि न प्रवर्तनीयानि एकाच घटितसूत्रम् एकाचसूत्रे एकाच अनुदात्तनित्तरे इति सूत्रे अस्ति चेत् एकाच इति पदमस्ति चेत् एव भवति खलु प्रायः तदेव अत्र न भवति एकाच धातुः नास्ति एकाच इति सूत्रे उक्तमस्ति चेत् एकाच इति एकादश एकाच अनुदात्तनित्त आत्मनेक तादृश तादृश खलु सारि एकाच किमस्ति तत्र ईड ईडागमस्य खलु एकाच ईडागमस्य अस्तु सूत्रे तादृशं किमपि नास्ति महोदय गम् धातुः अपि वयं कृतवन्तः किल गतसप्ताहे जङ्गम् तदपि एकाच एव तर्हि जङ्गतः इति भवति आम् सत्यं महोदय जङ्गतः इति अस्ति जङ्गन् योग अति न न तत्र तु अनुदात्त उपदेश वनति तनोत्यादीनाम् इत्यनेन अनुनासिकस्य लोपः आत्वं तु कुत्र भवति जनगणगसां किमपि किल तद् अत्र तस्य प्रसक्तिः नास्ति जनसन खन् धातुः नास्ति हन् हन् धातु अस्ति खलु अतः यद्यपि ज इति जङ्गन् इति भ्रमः भवति जङ्गन् अथवा पूर्वं जञ्जन् इति अस्ति जङ्गन् अस्ति खलु अतः अस्तु अग्रे इदानीं जङ्गन् योग जङ्गन् योग अति खलु जङ्गन् योग अति अस्ति इदानीम् अति इति अजादि णित् प्रत्यय अस्ति अतः गमहनजन खनगसां लोपः कीति अनङ्गीति विषये सूत्रेण तत्र उपदायाः लोपः भवति अस्तु उपदायाः लोपः भवति इदानीं तत्र जङ्घन् इति अस्ति जङ्न एकवारं जङ्न जङ्न जङ्नति इति भवति खलु जङ्न जङ्नति जङ्नति एव तत्र जङ्नति जङ्नति अस्तु जङ्गन् योग सि इति अस्ति. तत्र नचपदान्तस्य जलि अनुस्वारः अनुस्वारस्य ययि परसवर्णः कार्यं करोति वा भगिनि? अवश्यं करोति. तद् कुर्मः चेत् किं भवति? न, अनुस्वारस्य ययि परस नश्च जलि नास्ति किल. किम् उक्तवती? अति अति न भगिनि, न कार्यं करोति. तत्र भवत् गकार हन् जङ्घन् इति अस्ति, तत्र अस्ति हन् दत्तो जङ्घन् इति तत्र अस्ति. नकार जङ्घन् नास्ति नास्ति नास्ति किल, जलि एव परे नास्ति. जङ्घन् इति अन्तिमः, अकारः इति जल् प्रत्याहारे नास्ति, अतः न भवति. अवगतं वा भगिनि? गमहण इति सूत्रं, गमहण एतत् सूत्रम् उपादायाः लोपः इति भवति खलु भगिनि? आं सत्यम्. अस्तु भगिनि. आं महोदय. अस्तु, जङ्गन् योग सि इति अत्र जङ्गन् सि जङ्गं सि इति भवति. जङ्गं सि इति तत्र नकारस्य अनुस्वारः भवति. जङ्गं सि इति जङ्गनि जङ्गनीषि इति अत्र कार्यं करोति. आं पित् इति नास्ति भगिनि, जलि परे जलि प्रत्यये परे अस्ति अतः. तस्य तत्र अस्तु अग्रे जङ्गन् जङ्गन् योग तः अत्र जङ्गन् योग तः इति अस्ति. नित् अस्ति जलि जलि जलि नित् अस्ति, अतः अनुदात्तोपदेश वनति तनोति ध्यानं तत्र हन्द तत्र नकारस्य लोपः भवति, अतः जङ्गत् जङ्गत् जङ्गतः जङ्गतः जङ्गथ इति जङ्गथ इति रूपम्. इदानीं जङ्गन् योग मि अत्र जङ्गन्मि इति एव रूपं भवति, जङ्गन्मि इति रूपम्. अनन्तरं जङ्गनीमि इति रूपं जङ्गन् योगावः तत्र वर्णनिर्णम् एव किमपि जलि नास्ति, अतः जङ्गन् वः जङ्गन् मः इति रूपं तावदेव. आं सत्यं महोदय. अत्र लोट् विषये कत्र करपत्रे किमपि दत्तमस्ति तत् पठामः. गतसप्ताहे अपि वयं दृष्टवन्तः, तदेव पुनः असिद्धवत् अत्र आसीत्. किञ्चित् पठित्वा तत्र भगिनी विजया भगिनी पठति वा? आं भगिनि. लोटि इति दत्तमस्ति करपत्रे, केषुचित् स्थलेषु आम् आम् लोट् लोटि केषुचित् खलु भगिनि? आं सत्यं. लोटि केषुचित् स्थलेषु असिद्धवत् असिद्धवत्र अभावात् असिद्धवत् अत्राभात् इत्यनेन आबीयकार्यप्रसङ्गवशात् अतो येः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धमिति. अतो हेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुक् न भवति. अस्य उदाहरणम् उपदिष्ट हन् धातोः प्रसङ्गे लभ्यते. सूत्रं पठ. तत्र अग्रे पठामि वा? आम् आम् अग्रे पठतु, अनन्तरम् अहं हन्तेर्जः ही प्रत्यये परे हन् धातोः स्थाने ज आदेशः भवति. हन्तेः षष्ट्यन्तं जः प्रथमान्तं द्विपदमिदं सूत्रं ज आदेशः अनेकाल् अतः अनेकाल्चित् सर्वस्य इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य श हौ इत्यस्मात् हौ इत्यस्य अधिक इत्यस्य अनिवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनिवृत्तिसहितसूत्रं हन्तेः अङ्गस्य जः हौ सूत्रं किं वदति भगिनि एकवारं वदतु प्रत्यये परे हन्तेर्जः एव खलु भगिनि आम् हन्तेर्जः तत्र हि अस्ति चेत् मध्यमपुरुषे एकवचने हि स्थाने हन् धातोः जकारः आदेशः भवति अतः एव एतत् विषये दत्तं हन् योगः इ इत्युक्ते तत्र हन् धातोः जकारः भवति आदेशः भवति अतः हन् धातोः स्थाने जकारः आगच्छति जकारयोगः हि इत्युक्ते जहि इति भवति. समीचीनं. अनेकाश्चित् सर्वस्य इत्यस्य प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रं पठतु भगिनि. अनेकाश्चित् सर्वस्य आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य. अनन्तरं तत्र अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने तत्र हन् इति धातोः अनेकाश्चित् सर्वस्य आदेशः अनेकाल् इत्युक्ते तत्र सर्वस्थाने एव जकारः भवति. किमर्थं चेत् तत्र अनेकाश्चित् इति सूत्रेण तत्र हन् स्थाने का पूर्णतया जकारः आदेशः भवति इति. ज इति अनेकाल् अस्ति हन् धातोः स्थाने अस्य आदेशः भवति सर्वस्य स्थाने आदेशः इति. जकारः अस्ति ज इति पदस्य खलु ज आम् जकारः नास्ति जकारः अकारः सत्यं महोदय आम् अस्तु अधुना पठतु भगिनि अधुना अङ्गम् विजया भगिनि अहं पठन् अस्मि अधुना अङ्गम् अदन्तं जातं जकारः अकारोत्तर उत्तरवर्ती जकारः अतः तत्र अङ्गम् अदन्तं जातम् अतः अतो हे हे इत्यनेन हि इत्यस्य लुक् विधीयते. अतो हे हे अपि पठतु किं वदति अतो हे हे. अतो हे हे ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् भवति अतः पञ्चम्यन्तं एहे षष्ट्यन्तं द्विपदमिदं सूत्रं चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम् अतः अङ्गात् एहे लुक् भवति तत्र अतो हेहे सूत्रं वदति तत्र हि इत्यस्य लुक् भवति इति. कदा भवति अतो हे कदा भवति कदा हि इत्यस्य लुक् ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् भवति इति तत्र तद् बहु मुख्यमस्ति किल सर्वदा तु न भवति ह्रस्व अकारात् अङ्गात् परस्य हि प्रत्यय आदेश आगच्छति चेत् एव तत्र लुक् भवति अतो हेः इति सूत्रेण हि इत्यस्य लुक् भवति तावदेव ह्रस्व अकारात् अङ्गं ह्रस्व अकारम् अस्ति चेत् लुक् भवति. इदानीं ज इति ह्रस्व अकारान्तम् अङ्गम् अस्ति वा आम् अकारान्त अङ्गम् अदन्तम् अस्ति अतः हि इत्यस्य लुक् इत्यस्य सम्भावना अस्ति वा आम् अवश्येन अस्ति एव अतः तद् भवति वा न वा इति प्रश्नः. इदानीं तस्य ह्रस्व अकारम् अङ्गम् अस्ति परे हि प्रत्ययः अस्ति अनेन सूत्रेण अतो हे हे इति सूत्रेण हि प्रत्ययस्य लुक् इति सम्भावना अस्ति भवति वा न वा इति प्रश्नः. अस्तु धन्यवादः. ह्रस्व अकारात् अङ्गात् परस्य एव एतद् भवति हि आगच्छति चेत् तत्र ह्रस्व अकारात् अङ्गात् तत्र हि लुक् भवति इति तत्र अस्ति सम्भावना अस्ति तावदेव भवति वा न वा इति प्रश्नः इदानीमपि क्वश्चन् मार्क् अस्ति भवति वा भवति इति वदति अस्तु पश्यामः उत्तरं न लब्धं पश्यामः अस्तु श्रीवल्ली भगिनी असिद्धवत् अत्र अभात् पठति वा इदानीम् अरुणा भगिनी आगतवती आगतवती वा अस्तु अरुणा भगिनी पठतु भगिनि असिद्धवत् अत्र अभात् करपत्रं न प्राप्तं चेत् श्रीवल्ली प्राप्तम् अस्ति भगिनि अस्ति वा असिद्धवत् अत्र अभात् अत्राभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् अभीयकार्यं प्रति असिद्धं भवति अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भासंज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् असिद्धवत् अत्र अभात् इत्यनेन षट् षट् अध्याय चतुर्पाद नव नव त्रिविंशति अधिक संहिता बस्य 6422-6423 इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तर्पर्यन्तम् येषां कार्याणां नाम आभीयकार्यम् असिद्धत्वात् अव्ययपदम् अत्र अव्ययपदम् आ अव्ययपदं भात् पञ्चमन्त्रम् अनेक पदमिदं सूत्रम् असिद्धवत् इत्युक्ते यथा न अजनिष्यत् सूत्रस्य विधानं जातं कार्यञ्च सिद्धं किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभिवश्यत् अतः असिद्धवत् इत्युक्तं समानाश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन अस्मिन् योगः नल् त्रल् त्रल् त्रल् अत्र अस्मिन् इत्यस्य सत्यमन्तत्वेन निमित्तत्वम् इति आशयः सूत्रं स्वयं सम्पूर्णं असिद्धवत् अत्र आभात् प्रयत्नं करोमि भगिनि असिद्धवत् अत्र अभात् अत्र आश्रयं आवीयकार्यं सूत्रद्वयं कार्यं कर्तुम् आगच्छति चेत् आगच्छतः अभियकार्यप्राप्ति असि द्वितीय समानाश्रितम् अभियकार्यम् असिद्धं भवति समीचीनं परन्तु अत्र किं भवति यदा वयं समानसमये समानकाले इति सर्वम् उक्तवन्तः किल विप्रतिषेधे परं कार्यम् इत्यत्र तादृशं न भवति अत्र एकम् आश्रय एकः आश्रयः अस्ति अत्र अस्माकं प्रसङ्गः तु ही प्रत्ययः ही प्रत्ययस्य आश्रयं स्वीकृत्य एकं सूत्रम् आगच्छति कार्यं कर्तुं तस्य कार्यम् अभवत् अभवत् वा तद् सिद्धः अस्ति अन्यत् सूत्रमपि तत्र समान अन्यत् सूत्रमपि आगच्छति ही प्रत्ययम् आश्रित्य तस्यापि प्रसक्तिः अत्र अस्ति यदा अस्माकम् अतोहेः इति इदानीम् अतोहेः यद् हन्तेर्जः इत्यनेन कृतं कार्यं न पश्यति न पश्यति तदेव तावदेव त्रिपादिसूत्रम् अत्रापि परन्तु त्रिपाद्यां समान आश्रितम् इति किमपि न आवश्यकम् अत्र तु समान आश्रयं बहु आवश्यकं तावदेव भिन्नभिन्नरीत्या पाणिनेः कृतवान् तावदेव सूत्राणां सिद्धम् असिद्धत्व असिद्धत्वस्य विषये भिन्नभिन्नविषयाः कृतवान् पाणिनिना एकत्र पूर्वत्र सिद्धम् अनन्तरं विप्रतिषेधे परं कार्यम् उत्सर्ग अपवादं नित्यम् अन्तरङ्गं बहिरङ्गं तादृशम् अत्रापि, परन्तु अत्र निमित्तं किम् इत्युक्ते समान आश्रयम्। हि इति प्रत्ययः अतो हेः इत्यस्यापि कार्यं कर्तुम् आवश्यकः, हन्तेर्जः इत्यस्यापि आवश्यकः। प्रथमं हन्तेर्जः आगत्य कार्यं करोति, 6436 तस्य कार्यं प्रथमं भवति, प्रथमसूत्रम् इति अस्मात् तस्य कार्यं भवति। इदानीं हतो हेहेः अपि आगच्छति कार्यं कर्तुं, परन्तु यत् कार्यं हन्तेर्जः इत्यनेन कृतं तद् अतो हेः न पश्यति, तस्य दृष्ट्या इदानीं हन् एव अस्ति। अतः तद् चिन्तयति हन् एव अस्ति, मम कार्यम् अत्र नास्ति इति कृत्वा तद् कार्यं न करोति। परन्तु अत्र पूर्वत्र सिद्धम् इति कार्यं न करोति वा भगिनि? एतत् पूर्वत्र सिद्धं कुत्र कार्यं करोति? 6436 पूर्वतनसूत्रमस्ति। पूर्वत्र असिद्धम् इत्यस्य कार्यं कुत्र भवति भगिनि? 6415 खलु भगिनि, आम् पुनः तदेव प्रश्नः अहं पृच्छामि, पूर्वत्र असिद्धम् इत्यस्य कार्यं कुत्र भवति? त्रिपादि कार्यं किल। एतदपि तत्र 6436 इति सूत्रं पूर्वम् आगच्छति, अतो हेः इति सूत्रं 6415 अनन्तरमेव आगच्छति खलु। तत्र पूर्वतनसूत्रस्य कार्यम् अतो हेः न पश्यति सत्यम्। अत्र अतः कार्यं द्वयमस्ति, अत्र असिद्धवत् अत्राभात् इत्यस्य अधिकारे अस्ति इति कृत्वा, यदा विप्रतिषेधः विप्रतिषेधे परं कार्यम् इति वदामः चेत् अतो हेः इत्यस्य कार्यमेव भवति किल, अन्तेर्जः इत्यस्य कार्यं न भवति, विप्रतिषेधे परं कार्यम् इति भवति। परन्तु अस्माकम् आवश्यकं किम् इत्युक्ते अन्तेर्जः एव, अतः तत्र एकं नूतनरीत्या पाणिनिना योजितम् असिद्धवत् अत्राभात् समान आश्रितं सूत्रद्वयमस्ति चेत् प्रथमसूत्रेण यत् कार्यं कृतं द्वितीयसूत्रस्य प्रति तद् असिद्धं भवति इति। अवगतं वा? सूत्रम् एव तत्र कार्यं करोति, हण् तादृशमेव तिष्ठति एव। किं वदति भगिनि पुनः वदतु? हि इति प्रति अतो हि सूत्रेण हि तत्र एव तिष्ठति, न लुक् भवति, हि न लुक् भवति। आम् सत्यम्, अतो हेः इदानीं तत् यद् कार्यं कृतं हन्तेर्जः इत्यनेन तद् न पश्यति, अतः तद् गच्छति पुनः तद् कार्यम् अकृत्वा गच्छति। भगिनि अत्र सूत्रसङ्ख्यस्य आवश्यकता अस्ति, महत्त्वमस्ति वा? न महोदय, नास्ति। न खलु, यदि असित् इदानीं तत्र हन्तेर्जः इति सूत्रं 105 अस्ति, अतो हे इति 36 अस्ति चेदपि तत्र भवति वा इति? आम्, यद् प्रथमं कार्यं भवति इति अस्य एव चिन्तनं, तावदेव प्रथमकार्यस्य अत्र न तु न सूत्रसङ्ख्यायाः महत्त्वं नास्ति, यत् कार्यं कृतं तद् द्वितीयसूत्रं यदा आगच्छति तत् कार्यं न पश्यति तावदेव, समान आश्रयः भवतु तावत्। हि इति निमित्तम् एव आश्रयः अत्र स्वीकृतवन्तः, प्रायः अन्यस्मिन् स्थले अन्य किमपि आश्रयरूपेण आगच्छति वा इति द्रष्टव्यं। न इदानीम् अतो हे हे इति पूर्वं भवति चेत् अनन्तरं हन्तेर्जः इति चेत् किं भवति इति मम प्रश्नः तद्। इदानीं यदा हन्तेर्जः आगच्छति तत्र तु हि इति प्रत्ययः तत्र नास्ति, अतः तद् कार्यं न भवति। परन्तु महोदय भवतः प्रश्नः इदानीम् अवगतम्. इदानीम् अतोहेः यदा आगच्छति तदा कार्यं न एव न भवति किल. हानियोगः हि तत्तु ह्रस्वाङ्गं ह्रस्वकारान्तमङ्गमेव नास्ति. तदापि तद् कार्यं न करोति. अस्तु, एतत् समापयामः. धन्यवादः. आम्, उषा भगिनी अपि अस्ति वा? अस्ति भगिनि. आं भगिनि. आं, भवती पठति वा? हन्तेर्जः अतोहेः. हन्तेर्जः अतोहेः इत्याभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत् कार्यम् आभीयकार्यम्. द्वाभ्यां च सूत्राभ्यां च यत् कार्यं विधीयते तस्य कार्यस्य आश्रयः हि प्रत्ययः. अतः एकवारं यदा एकं हि प्रत्ययाश्रयम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति. भगिनी उक्तवती, अहम् अवगतं भगिनी, बट् हन्तेर्जः अतोहेः इत्याभ्यां यत् कार्यं सिद्ध्यति ओके उभयत्र तत् कार्यम् आभीयकार्यं. द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आश्रयः हि प्रत्ययः. अतः एकवारं यदा एकं हि प्रत्ययाश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति. आभीयकार्यस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् प्रथमसूत्रस्य कार्यं हि प्रत्ययेन विधीयते चेत् कार्यम् अस्ति. तदनन्तरं हि प्रत्ययाश्रितं अन्यत्र आभीयसूत्रं प्रसक्तिः अस्ति चेत् तत् सूत्रं पूर्वसूत्रस्य कार्यं न पश्यति. समीचीनं. प्रथमसूत्रेण कृतं कार्यं न पश्यति तावदेव. आश्रयः तु हि प्रत्ययः अस्मिन् सन्दर्भे. आभीयक्षेत्रे अपि सन्ति हन्तेर्जः अतोहेः इति. अग्रे अपि पठतु भगिनि. असिद्धत्वात् अत्र आभात् इत्यनेन अतोहेः इति सूत्रस्य दृष्ट्या हन्तेर्जः इति सूत्रेण यत् कार्यं जातं तत् कार्यम् असिद्धम् अस्ति. अतः अतोहेः इत्यस्य दृष्ट्या हन् धातोः स्थाने ज आदेशः न जातः. तस्मात् अङ्गम् अदन्तं नास्ति. अतः अतोहेः इत्यनेन हि इत्यस्य लुक् न भवति. अतोहेः हन्तेर्जः द्वयोः सूत्रयोः आभीयकार्यम् अतोहेः इति परसूत्रं हन्तेर्जः इति पूर्वसूत्रम् आभीयकार्यस्थले. हन्तेर्जः इत्यनेन पूर्वसूत्रस्य कार्यं हन् धातोः जकार आदेशः भवति. तत् कार्यम् अतोहेः इति न पश्यति. अतोहेः इति सूत्रं ज इति आदेशः न पश्यति. अतोहेः इति सूत्रं हन् एव पश्यति. हन् इति अदन्त अङ्गं नास्ति अथवा अतोहेः इति प्रसक्तिः एव प्राप्तिः एव नास्ति. समीचीनम्. अतः किं भवति? हन् योगः. अतः हन् योगः हि ज योगः हि जहि भवति. इत्येव रूपं भवति. अस्तु, अस्माकं अष्टाध्यायी डाट् काम् मध्ये समान आश्रयः किं नाम समान आश्रयः इति दत्तमस्ति. 6422 इति सूत्रे सूत्रमस्ति असिद्धवतत्र अबात् इति. एकवारं पठामः, समयः किञ्चित् अस्ति एव. 6422 श्रीवल्ली भगिनी पठति वा? किं नाम समान आश्रयः? केवलं निमित्तमेव नास्ति किल, अतः किञ्चित् पठामः. धन्यवादः भगिनि. आम् भगिनि, एतत् बहु चर्चा. किं नाम समानाश्रयः? प्रक्रियायां सूत्रस्य यदा प्रयोगः क्रियते तदा तत्र विद्यमानः स्थानी, तत्र विद्यमानं निमित्तं तथा च सूत्रस्य प्रयोगेन सिद्धः शब्दः एतेषां त्रयाणाम् आश्रयः इति संज्ञा दीयते. अनेन प्रकारेण प्रक्रियां प्रयुक्तस्य प्रत्येकं सूत्रस्य त्रयः आश्रयाः सन्ति. तत्र यदि प्रक्रियायां प्राप्तस्य कस्यचन सूत्रस्य द्वौ आश्रयौ, तस्याम् एव प्रक्रियायां प्राप्तस्य अन्यस्य सूत्रस्य अपि आश्रयरूपेण प्रयुज्यन्ते, तर्हि तयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते. टु सूत्रास् पार्टिसिपेटिङ्ग् इन् ए प्रक्रिया आर् सेट् टु हेव् समानाश्रय इफ् वन् आफ् देम् यूसस् टु आश्रयास् आफ् दि फस्ट् सूत्र. सो एतादृशः समानाश्रयः तदा एव भवति यदा प्रथमसूत्रस्य एकम् आश्रयं निमित्तरूपेण स्वीकृत्य द्वितीयं सूत्रं तस्मिन्नेव सोपाने उत अग्रिमसोपाने प्राप्नोति. तेन द्वितीयसूत्रेण च प्रथमसूत्रस्य एव अन्यस्मिन् आश्रये किञ्चित् परिवर्तनं क्रियते. एतादृशः फीड्बेक् लूप् इति एव समानाश्रयस्य मूलम्. बहु किमपि अस्ति किल, अतः तत्र अत्र अस्माकं कृते तु हि इति प्रत्ययः, सूत्रस्य प्रयोगेण सिद्धः शब्दः तत्तु न भवति. स्थानी अतो हे हन्तेर्जः, हन् धातोः स्थाने झ आदेशः, अत्र हि प्रत्ययस्य लोपः. पश्यामः, अतः एव अस्य एव उदाहरणं पुनः दत्तम् अस्ति. भगिनी भवती एव तत्र समान आश्रयस्य द्वे उदाहरणे अस्ति, तत्र द्वितीय उदाहरणं प्रथमं पठतु, तद् अवगच्छामः अनन्तरं पठामः प्रथम उदाहरणम्. आं भगिनि, हन् धातोः लोट् लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायां हन् योगः हि इति स्थिते हन्तेर्जः इति सूत्रेण हन् धातोः हि प्रत्यये परे जा इति आदेशः भवति. अग्रे एतं जा इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतो हे हे इति सूत्रेण अदन्तात् अङ्गात् परस्य हि प्रत्ययस्य लुक् प्रवर्तते. अत्र अतो हे हे इति द्वितीयसूत्रेण प्रथमसूत्रस्य ज तथा हि एतौ आश्रयौ स्वीकृत्य कार्यं क्रियते. अतः अत्रापि एनयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते. समीचीनं किल. अतः प्रक्रियायां यदा तत्र एव उक्तमस्ति समानाश्रयः इति, एतादृशः समानाश्रयः तदा एव भवति यथा प्रथमसूत्रस्य एकम् आश्रयं निमित्तरूपेण स्वीकृत्य द्वितीयं सूत्रं तस्मिन्नेव सोपाने उत अग्रिमसोपाने. इदानीम् अग्रिमसोपानः सोपानमेव अस्माकं कृते, प्रथमं झ जातः, अनन्तरमेव अतो हे हे इत्यस्य अवसरः, हि प्रत्ययस्य लुक्. अतः तत्र तु आश्रयद्वयं, ज इति यद् जातः, हि प्रत्ययः अतो हे हे कृते, हन्तेर्जः कृते तु हि इति प्रत्ययः, हन् धातुः तदपि रूपं रूपसाधनार्थं सिद्धरूपः इति यदा वदामः तदपि अस्ति किल, अतः समानाश्रयः इति वदामः. अवगतं वा सर्वैः? इदानीम् अस्धातोः उदाहरणमपि पठतु भगिनि, प्रयत्नं कुर्मः. अस्धातोः, आं भगिनि, अस्धातोः लोट् लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायाम् अस् योगः हि इत्यस्यां स्थितौ श्नशोरल्लोपः तथा च ग्वसोरेः धावभ्यासलोपश्च इति द्वे सूत्रे युगपत् प्रवर्तते. तत्र स्नेशोरल्लोपः इत्यनेन सूत्रेण अस्थातोः हि प्रत्यये परे अकारलोपः विधीयते. अनन्तरं ग्वसोरे धाव धावभ्यासलोपश्च इत्यनेन तु अस्य एव अस्थातोः अस्मिन्नेव हि प्रत्यये परे ये इति अन्त्यादेशः विधीयते. अनेन प्रकारेण अत्र स्नेशोरल्लोपः तथा च ग्वसोरेधावभ्यासलोपः लोपश्च इति सूत्रयोर्मध्ये सूत्रयोः मध्ये द्वे आश्रये समाने स्तः. अतः एतयोः मध्ये अत्र समानाश्रयः अस्ति इति उच्यते. अतः तद् एतस्मिन् विषये तु वयम् अग्रिमपाठः किल अदादिगणे अवश्यं पठामः. सूत्रं तु न परिचितं. स्नसोरलोपः प्रायः वयं पूर्वं पठितवन्तः. गसोरद्वाभ्यासलोपश्च वयं न पठितवन्तः. तत्र तु समानाश्रयः इति वदति. द्वितीय उदाहरणे एव अस्माकं अतोहेः इति द्वितीयसोपाने एव आगच्छति. यदा हन्तेर्जः आगच्छति तस्माद् एव अतोहेः इत्यस्य अवसरः अथवा न भवति. हन् धातुः युहि प्रत्ययः तत्र अतोहेः इत्यस्य कार्यमेव नास्ति. समीचीनम्. बहु किमपि उक्तमस्ति. तद् वयं यदा अग्रे समयः आगच्छति चेत् पठामः. अस्तु भगिनि. अस्तु एतद् प्रायः महोदय पठति वा. हन् धातुः लोट्लकारस्य प्रक्रियायाम् इति दत्तमस्ति. अग्रे एव द्वितीयम् आ इति. अत्र हन् धातोः लोट्लकार प्रक्रिया पठनीयं वा तत्र? तत् किं दत्तमस्ति इति एकवारम् अवगच्छामः. अस्तु अस्तु अस्तु. हन् धातोः लोट्लकारस्य मध्यमपुरुषे एकवचनस्य प्रक्रियायां हन्तेर्जः 6436 इति सूत्रेण हन् धातोः हि प्रत्यये परे ज आदेश ज इति आदेशः भवति. अग्रे एतं ज इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतोहेः इति सूत्रेण अदन्तात् अङ्गात् परस्य हि प्रत्यये परे हि प्रत्ययस्य लुक् प्रवर्तते. अत्र एतयोः सूत्रयोः मध्ये ज हि इति द्वौ आश्रयौ समानौ स्तः. अतः तयोर्मध्ये समानाश्रयः वर्तते. अस्यां स्थितौ हन्तेर्जः इत्यनेन कृतः आदेशः अतोहेः इत्यस्य कृते असिद्धत्राभात् इति इत्यनेन असिद्धः भवति. प्रक्रिया इयम् इति अस्ति. हन् इति हन् योग लोट् सिप् इति इदानीं हन् योग शप् सिप् हन् योग हि इदानीं सेः पिच इत्यनेन इदानीं हन् इति नकारस्य लोपः भवति. अन्धात्वोपदेश वणतनुति इदानीं किति इत्यनेन इदानीं हि प्रत्यये परे हन्तेर्जः इत्यनेन एकवारं हन्ते 6437 अस्ति. इदानीं ज हि प्रत्यये परे हन्तेर्जः 36 इति हन् धातोः ह इत्यस्य ज आदेशः भवति. एतादृश ज आदेशकृते तस्य अदन्तत्वात् अत्र अतोहेः इति सूत्रम् अन्यत् सूत्रं प्रयोक्तुं शक्यते. येन अदन्तात् अङ्गात् परस्य हि प्रत्ययस्य लोपः भवति. परन्तु अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते. अस्यां स्थितौ आदेशलक्षणप्रतिषेधाय असिद्धत्वम् इति नियमम् अनुसृत्य द्वितीयसूत्रस्य कृते प्रथमसूत्रेण कृतः ज आदेशः असिद्धः अस्ति. इत्युक्ते अतोहे इत्यस्य प्रयोगस्य समये ज इति न दृश्यते. अतः तर्हि अतोहेः इत्यस्य प्रयोगे किं दृश्यते? ज योग हि इत्यस्मात् पूर्वं विद्यमाना अवस्था ह योग हि इति दृश्यते वा? तत्र ह हि इति अवस्था अनुदात्तोपदेश वनति तनोति ध्यान वनति तनोति अद्यानि वनति तनोत्यादीनाम् अनुनासिकलोपो झलिकिति इति आदीयसूत्रेण एव संज्ञाता अस्ति, अतः अत्रापि पूर्वोक्तमेव बिन्दुम् आश्रित्य अनुदात्त उपदेश अवनति इत्यनेन निर्मितम् अदन्तम् अङ्गम् ह इति निमित्तरूपेण स्वीकृत्य अतो हे इत्यस्य प्रवृत्तिः नैव सम्भवति। संक्षेपेण अतो हे इत्यस्य प्रयोगसमये ह इत्यपि न दृश्यते। तर्हि अतो हे इत्यस्य प्रयोगसमये किं दृश्यते इति चेत् ह योग हि इत्यस्मादपि पूर्वं विद्यमाना हन् योग हि इत्येव स्थितिः अत्र गृहीतव्या। अस्यां स्थितौ हन् धातौ हन् इति तु अदन्तमङ्गं नास्ति, अतः अत्र अतो हे इति सूत्रमपि अत्र प्रक्रियायां नैव प्रवर्तते, अत एव जहि इत्येव अन्तिमं रूपम् अत्र सिद्ध्यति। अत्र कुत्रापि सूत्रसङ्ख्या, पूर्वसूत्रं, परसूत्रं किमपि न उक्तं, किमपि न उक्तं, सम्यक् रीत्या लिखितमस्ति। अतः अनुदात्त उपदेश जहि इति अन्तिमरूपम् आगच्छति खलु भगिनि, अतः तत्र अन्तेर्जः एतत् एव कार्यं करोति खलु, सिद्ध्यति अत्र। तत् सम्यक् एव, परन्तु कथम् आगच्छति इत्येव व्याकरणशास्त्रस्य चिन्तनं किल। कन्क्लूषन् देट् जहिः एव सिद्ध्यति इति अत्र रूपं निष्पन्नं खलु अन्तिमरूपम्। आम्, एतद् कीदृशम् अस्ति किल भगिनि, यत् थ्रिल्लर् नावल् वा मिस्ट्रि नावल् अस्ति चेत् अन्तिमपुटः प्रथमं पठति चेत् तादृशं पूर्णतया पठनीयं किल, किमर्थं कः कृतवान् इति तादृशं पूर्णतया पठनं। जहि इति अस्ति, वयं जानीमः जहि इति अस्ति इति, कथं तदेव प्रश्नः, रिसर्च् सम्यक् रीत्या लिखितमस्ति अत्र। सूत्रत्रयं हन्तेर्जः अतोहेः अनुदातव तस्यापि प्रसक्तिः अस्ति, तदपि आभीयसूत्रमेव तस्मिन्नेव क्षेत्रे अस्ति इति कृत्वा तद् कार्यमपि अतोहेः न पश्यति, तद् हन् इत्येव पश्यति, तत्तु मम कार्यम् अत्र नास्ति इति कृत्वा गच्छति। अनुनासिकस्य लोपः भवति खलु भगिनि, अनुदातो उपदेश इति वदति इति सूत्रं भवति। आं भवति एव किल, हकार तत्रापि अस्ति, अकारान्त इदानीम्। आं सत्यं, सम्यक्। इदानीं सर्वे अवगतवन्तः किल, अरुणा भगिनी अवगतवती वा? आम् आं भगिनि, सम्यक् न अवगतवती। पुनः पठनीय एतद् आं सरलरूपेण एव दत्तमस्ति आगे, सर्वाणि अन्यानि सन्ति तत्र गम्भा क्रमेण यद् दत्तमस्ति एकवारं पुनः पठतु भगिनि, यदा न अवगतं चेत् अहं पुनः वदामि। तत् सोपानेन 6422 मध्ये पठनीयम्, एकमेव उदाहरणं स्वीकृत्य पठतु, अनन्तरं वयं यदा गम् धातु आम् अष्टाध्यायी डाट् काम् मध्ये पठतु, अनन्तरं वयम् अन्ये उदाहरणानि तु अन्यानि उदाहरणानि पश्यामः, अग्रिमपाठे आगच्छति पुनः, अतः एव अहम् उक्तवती एकवारं वयं सम्यक् रीत्या अवगच्छामः। अन्धातु भगिनि, आम् 6422 इति सूत्रमस्ति हन् धातोः विषये एव एकवारं, हन् धातोः लोट् लकारस्य मध्यमपुरुष एकवचनस्य प्रक्रियायां हन् योगहि इति स्थिते हन्तेर्जः इति सूत्रेण हन् धातोः हि प्रत्ययपदे जा इति आदेशः भवति। अग्रे एतं जा इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतोहेः इति सूत्रेण अदन्तात् अङ्गात् परस्य हि प्रत्ययस्य लुक् प्रवर्तते। अत्र अतोहेः इति द्वितीयसूत्रेण प्रथमसूत्रस्य जा तथा हि एतौ तथा हि एतौ आश्रयौ स्वीकृत्य कार्यं क्रियते. अतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये समान आश्रयः अस्ति इति उच्यते. अवगतं भगिनि. हन्धातु लोट्लकारे हि प्रत्यय आगच्छति, प्रत्यय विधीयते. प्रथमं हन्तेर्जः इति सूत्रेण हि स्थान् हि पदे हन् धात्र ज इति आदेशः भवति. तदनन्तरं जाहि अतो जा इति अदन्ताङ्गमस्ति, ततः अतोहेः अत्र आगच्छति, परन्तु कार्यं न करोति. किमर्थं चेत् सूत्रं न पश्य अत्र जा न पश्यति, केवलं हन् योग एव पश्यति. तद् हन् इति अदन्ताङ्गं नास्ति, ततः अत्र अपगच्छति. जा हि एव रूपं निष्पन्नं सम्यक् तावदेव. अग्रे अपि दत्तमस्ति, भवती यदा समयः लभ्यते चेत् अनन्तरं पठतु. तदपि पूर्णप्रक्रिया अपि दत्तम् अस्ति, अनन्तरं पठतु. इदानीम् अस्मिन् एव ओके ओके अग्रे यदा समयः लब्धः चेत् पठतु. इदानीं वयं किञ्चित् अग्रे सरामः प्रायः. अस्तु, लोट्लकारे वदनीयं किल रूपाणि. अस्तु, उषा भगिनी वदति वा लोटि. धातुकः भगिनि जङ्गन् जङ्गन् जङ्गन् हन् धातोः यङ्लुगन्तरूपं जङ्गन् जङ्गन् लोट् लेट् मी सी दिस् ओके. जङ्गन् योगः तु इति पित् प्रत्ययः. हलादिपित्त अनुनासि खलु जलि किङ्गिति doesn't apply. So haladipitta, none of them apply. Jangan chaturnam sutranam prasaktih nasti bhagini. No gamahana janakana achi, that is achi. Tu iti haladipitta, haladipitta jangantu. Jangan guna गुणा नास्ति. जङ्गन्तु जङ्गन्तु जङ्गन्नीतु जङ्गनीतु तात् तात् इति तात् अपित् ङित्वत् भवति. सार्वधातुकम् अपित् ङित्वत् हलन्त हलन्त ङित् वट् इस् दट् सूत्र अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोप जलि जलि तात् जलि जलि किङ्गिति अनुदात्त उपदेशे वनति तनोत्यादीनाम् ओके. अनुनासिकलोप नकारान्तलोपः भवति. जङ्गन्योगः तात् नकारलोप जङ्गतात् जङ्गतात् भगिनि जङ्गतात् जङ्गन्योगः तां प्रक्रिया तदेव प्रक्रिया. तात् तामपि ङित्वत् हलादि ङित् जलि जलि किङ्गिति अस्ति. जङ्गन्योगः तां जङ्गतां जङ्गन्योगः अतु अतु इति ङित्वत् ङित्वत् अस्ति. अचि अचि ङित्वत् अस्ति. गमहनजनकन गसां लोपः किङ्गिति अनङ्गि इत्यनेन उपदा लोपः भवति. उपदा लोपः भवति. जङ्गन् गकारस्य उकरवत् उत्तरवर्ती अकारः लोपः भवति. जङ्न् जङ्नतु जङ्नतु देन् जङ्गन् योगः हि जङ्गन् योगः हि हि अतोहेः बट् हन्तेर्जः डसन्ट् अप्लै भगिनि ऐ डोण्ट् नो समीचीनम्. अन्तर्जः किमर्थम् अत्र न कार्यं करोति? यङ्ग् लुगन्त यङ्ग् लुगन्त स्थिपानिर्दिष्टम् स्थिपानिर्दिष्टेन कार्यं न करोति. जङ्गन्योगः हि बट् जलि किङिति जलि किङिति अस्ति जलि किङिति अस्ति तत्कारणात् अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलि किङिति इत्यनेन जङ्गन्नकारलोपः भवति. जङ्गहि जङ्गहि जङ्गतात् एतद् वयम् इदानीं पठितवन्तः तत्र अस्यापि अत्र चिन्तनं भवति वा जङ्गयोगः अत्र इदानीं अदन्तमङ्गमस्ति वा जङ्गन्योगः हि अदन्त अङ्गं नास्ति नकार एव पश्यति अतो हेहे इत्यनेन नकारान्त अङ्गं पश्यति तत्कारणात् अतो हेहे प्रसक्तिः नास्ति. परन्तु यदा क्षम्यताम् अनुदात्त इति इत्यनेन नकारलोपः कुर्मः चेत् अनुनासिकान्तम् अङ्गम् अनुलोपः कुर्मङ्गम् अनुनासिकान्तम् अङ्गं जङ्गयोगः हि अनुनासिकलोपः न अतो हेहे इत्यनेन न पश्यति भगिनि. कारणम् आबीयकार्यं परसूत्रकार्य अतो हेहे इति परसूत्रम् अतो हेहे इति परसूत्रं पूर्वसङ्ख्या एव सङ्ख्यायाः तदेव वयं पठितवन्तः किल इदानीं अष्टाध्याय डाट् काम् मध्ये पूर्वसूत्रं परसूत्रं सूत्रसङ्ख्या किमपि नास्ति आश्रयः एव अभियकार्यम् असिद्धवत् अत्राभात् इत्यनेन आश्रयः हि इति प्रत्ययः इदानीं यद्यपि तद् अदन्तम् अङ्गम् अस्ति अतो हेः इति दृष्ट्या यद् कार्यम् अनुदात्त इत्यनेन कृतं तद् न पश्यति तस्य दृष्ट्या इदानीमपि नकारः अस्ति एव तद् आगच्छति कार्यं कर्तुं हि इति प्रत्ययः निमित्तीकृत्य कार्यं कर्तुम् आगच्छति परन्तु कार्यं न करोति तावदेव. ओके ओके निमित्तं द सेम् आश्रयः सो जङ्गन् जङ्गहि नकारलोपः जङ्गहि उपदा दीर्घः भवति वा भगिनि न तद् अनुदात्त उपदेश इत्येव सूत्रस्य प्रसक्तिः किल तत् नकारलोपः इति अनुनासिकान्तलोपः प्रथमसूत्रं जङ्गान् हि इति मया लिखितम् अत्र जङ्गहि जङ्गहि इति सूत्रं आं वदतु भगिनि जङ्गतात् जङ्गतात् जङ्गतं जङ्गत आनि आव आम पित् प्रत्ययः अचि अचि पित् नन् आफ् दि सूत्राणां चतुर्षु सूत्राणां प्रसक्तिः नास्ति. जङ्गनानि जङ्गनाव जङ्गनाम सम्यक् श्रीवल्ली भगिनी लङ्गि वदति वा धन्यवादः. आम् जङ्गन् प्रथमम् अजङ्गन् अडुदातः अजङ्गन् योगः तकारः हन्याप्यतिकज्योतिषा प्रोक्तम् अल्लोपः तकारस्य लोपः भवति अजङ्गन् इति रूपं भवति. अजङ्गन् योगः ईत् अजङ्गनीत् अनन्तरं ताम् ताम् अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपः जलि इति अनुनासिकस्य लोपः भवति अजङ्गताम् अनन्तरं वुः अजङ्नुः अत्र जन गमः गमः जनखनघसां लोपः निति अनङ्गि इति सूत्रेण उपादायाः लोपः भवति इति अजङ्नुः इति रूपं भवति. मध्यमपुरुषे सकारः अजङ्गन्योगः सकारः हन्याप्यार्थिकात् श्रुति च प्रोक्तमल्लोपः सकारस्य लोपः भवति, रूपं भवति अजङ्घन् ईः अजङ्घनीः द्वितीयरूपम्. अनन्तरं अजङ्गतं 6437 अनुदात्तोपदेशवनति नकारस्य लोपः भवति. अनन्तरम् अजङ्गत उत्तमपुरुषः पितस्ति अम् अजङ्गनम् इति रूपं भवति. अनन्तरम् अजङ्गन् योगः वकारः अत्र अपि उपधायाः लोपः भवति, अजङ्व अजङ्म इति रूपाणि भवति. समीचीनं, तावदेव अत्र किल. अस्तु, अरुणा भगिनी विधिलिङ्गि वदति वा अनन्तरं समापय. अत्र यात् इति जल् नास्ति, सर्व अपि अस्ति, केवलं वर्णमेलनमेव. जङ्गन्यात् जङ्गन्यात् जङ्गन् जङ्गन्यातां जङ्गन्युः जङ्गन्याः जङ्गयातां यातं जङ्गन्यात जङ्गन्यां जङ्गन्याव जङ्गन्याम. तावदेव अत्र समीचीनम्. इदानीम् अवशिष्टदातवः द्वयं, तन् धातुः है गतौ इति धातुः, तत् समाप्य अग्रिम करपत्रं प्रति गच्छामः. अग्रिमकरपत्रं तु लघुकरपत्रमेव. अस्य चिन्तनं वयं पूर्णतया पूर्वं कृतवन्तः, परन्तु एकवारं तत् पठित्वा अदादिगणस्य हलन्तधातुः प्रति गच्छामः. अस्तु, अद्य समापयामः. एकः एव खलु है, है यकारान्तधातुः, है गतौ अत्र एव अस्ति भगिनि. तन् धातुः अग्रिमम् यकारान्तदातवः है गतौ जा है, तावदेव. गच्छति इति, आम् आं सत्यं महोदय. अस्ति एव किल भगिनि, भवती स्क्रीन् मध्ये पश्यतु भगिनि, पीडिएफ् तु बहु पुरातनमस्ति. स्क्रीन् मध्ये लोटि पूर्वं, लोटि इति अस्मात् पूर्वं, तत् वयम् अग्रिमसप्ताहे कुर्मः. अस्तु, धन्यवादः. धन्यवादः, धन्यवादः भगिनि. भगिनि, जङ्गन् जङ्गन्योगः वकार मकार जङ्गन्योगः अनुनासिकस्य लोप भवति, अनुनासिकान्तसनादिद तत्र न न न अनुनासिकस्य लोपः, अजङ्गव अजङ्गम इति भवति. जलादिकित्तिङ् इति प्रत्ययः अनुनासिकान्त नकार लोप भवति वा न भवति खलु भवति जल् जल् भगिनि जल् खलु वा जल् नास्ति खलु जङ्गन् वा जङ्गन् वा इति भवति खलु किमपि अत्र अन्यत् अस्ति, एकनिमिषम् अहं पश्यामि. जङ्गन् फोर् तर्टि 37 किल तत्र निमित्तं अनुनासिकान्तः अनुदातः किमर्थम् अन्यसूत्रमस्ति वा तत्र किमपि न न अन्यसूत्रं किमपि नास्ति महोदय. एत एते एव नकारसलोप एकवारम् अजङ्क्वा अजङ्गम कथं भवति? अनन्तरम् एतत् सूत्रस्य प्रसक्तिः नास्ति चेत् पश्या दृष्ट्वा वदामि महोदय. अन्यत् सूत्रं किमपि नास्ति अत्र, परन्तु अस्य कार्यं किमर्थं न भवति भवति वा इति द्रष्टव्यं. नकारस्य प्रथममस्ति, लोपः न भवति, तत् कित् अस्ति जलादि कित् तत् न भवति. इदानीं तत्र कोऽपि अन्य नकारस्य लोपस्य कृते किमपि नास्ति खलु? न न न एतदेव प्रायः तत्र किं कुत्रापि एकस्मिन् सूत्रे अनुनासिक क्वी जलादि तद् कित्तिङित् प्रत्यये परे इति अस्ति किल, तद् किं तत्तु अवशिष्टदातवः. अस्तु पश्यामि अहं, दृष्ट्वा वदामि. न भवति चेत् नकारः अवशिष्यते एव. तत्र तं धातोः कृते अन्तन्तन्व इति अस्ति द्रष्टव्यम्. कुत्रापि अन्यत्र न भवति किल, दृष्ट्वा वदामि कुत्र पुस्तके किमपि अस्ति वा इति. तर्हि तत्र भवति वा इदानीं तत्र नकारस्लोपः भवति वा? आं तादृशमेव मम पुस्तके अस्ति, परन्तु अन्यत्र कुत्रापि अस्ति वा इति पश्यामि. केन सूत्रेण इति किमपि न दत्तं किल, न दत्तं, केवलं रूपाणि एव अस्ति. नकारः किल, हन् धातुः धातुः जङ्गन् इति रूपमेव नास्ति अत्र. अस्ति लङ्लकारे किल, नकारः अस्ति एव. अजङ्गन् वा अजङ्गन् वा नकारः अस्ति खलु? आम्, अजङ्गन् वा अजङ्गन् वा अजङ्गनम् अजङ्गनम् अजङ्गन् वा अजङ्गनम् नकारलोपः न भवति. न भवति सत्यम्. सत्यं महोदय, धन्यवादः. धन्यवादः.